अस्तु, विभागसंयोगनाशयोः कार्यकारणभावः इति प्रसङ्गः. तत्र तु विभागसंयोगनाशयोः मध्ये कार्यकारणभावः तु अस्ति, अन्वयव्यतिरेकसहचाराभ्यां कार्यकारणभावः साधितः. परन्तु तयोः मध्ये कार्यं किं कारणं किम् इत्यस्य विषये चर्चा प्रवर्तमाना अस्ति अधुना. तर्हि लोकव्यवहारानुगुणं तु संयोगनाशः विभागः एकस्मिन्नेव समये जायेते. तर्हि लोकव्यवहारेण निर्णेतुं निर्णयं कर्तुं शक्नुमः वा कारणं किं कार्यं किं? किञ्चित् शास्त्रीयरीत्या चिन्तनीयम् इति, हा, तत्पर्यन्तं प्राप्तं. तदनन्तरं पुनः चर्चा अजायत यत् संयोगनाशः तु अभावपदार्थः. तर्हि अभावपदार्थेन इत्युक्ते संयोगनाशेन विभागः इति भावपदार्थः उत्पद्यते वा इति सिद्धान्ती पृच्छति. अभावेन भावपदार्थस्य उत्पत्तिः इति अङ्गीकर्तुं शक्नुमः वा इति. तस्मिन् सन्दर्भे एषः पूर्वपक्षी तु वदति आं भवितुमर्हति तथा इति उक्त्वा एकम् उदाहरणमपि ददाति. अत्र तेजसंयोगः अस्ति चेत् कस्मिंश्चित् फले, आम्रफले तेजसंयोगः अस्ति चेत् तस्य हरितरूपस्य नाशः भवति. हरितरूपनाशनानन्तरम् एव नूतनं रूपं जायते इति कृत्वा तादृशनाशः नाम अभावपदार्थः अस्ति कारणं भावपदार्थस्य रूपस्य इति उदाहरणं ददाति पूर्वपक्षि. तर्हि उत्तररूपेण एषः सिद्धान्ती तु वदति यत् हा तथा भवति, किन्तु तथा प्रायः निमित्तकारणं स्यात्, न तु समवायिकारणं वा असमवायिकारणं. विभागपदार्थः, विभागः इति भावपदार्थः सन् तस्य असमवायिकारणम् अपि च समवायिकारणम् अपेक्षितमस्ति. अत्र तु संयोगनाशः विभागस्य असमवायिकारणमपि न भवितुमर्हति, समवायिकारणमपि न भवितुमर्हति. किञ्चित् वदति वा जयन्ती भगिनी किमर्थं तथा इति? संयोगनाशः इत्यस्य आधारः आधारः द्रव्यं न, समवायिकारणम् इत्युक्ते तादात्म्येन तादात्म्येन स्थित्वा समवायेन कार्यं जनयति. अत्र संयोगनाशः तु तत्र तादात्म्यसम्बन्धः इति न, स्वस्मिन् तादात्म्येन न तिष्ठति, अपि तु समवायसम्बन्धः नास्ति. भगिनी कश्चन ध्वनिः श्रूयते भवत्याः पृष्ठभागे अथवा? न न भगिनी, मम का अस्ति? जयन्ती अस्मि, परन्तु अत्र अस्तु अस्तु, अन्य कोऽपि इति चिन्तयामि, चिन्ता नास्ति. अस्तु भगिनी वदतु. तर्हि संयोगनाशः समवायिकारणम् असमवायिकारणं च न भवितुमर्हति, किमर्थम्? आम्, किमर्थम् इत्युक्ते संयोगनाशः तादात्म्येन स्थित्वा समवायेन कार्यं जनयति इति स्थितिः न तस्य, अपि तु समवायसम्बन्धः अपि न संयोगनाशः द्रव्ययोः समवायसम्बन्धः न, येन समवायेन कार्यं जनितुं शक्यते अतः समवायसम्बन्धः न, समवायकारणं न, असमवायिकारणमपि न, अतः अवशिष्टे निमित्तकारणमिव अस्ति. अतः निमित्तकारणं प्रायः भवेत् इति सः वदति सिद्धान्ती. हा हा, समीचीनं. तर्हि सिद्धान्ती तथा भवति वदति. तर्हि तदा प्रश्नः उदेति यत् अस्तु, संयोगनाशः असमवायिकारणमपि नास्ति, समवायिकारणम् अपि नास्ति. तर्हि विभागः इति यः भावपदार्थः अस्ति तस्य समवायिकारणम् असमवायिकारणं भवेदेव, तदा एव विभागः इति भावरूपपदार्थः उत्पद्यते. तर्हि तस्य उत्तरं किम् आसीत् सन्ध्या भगिनी, विभागस्य असमवायिकारणत्वेन किं भवतु इति? भगिनी क्षम्यताम्, अन्य कोऽपि वदति वा? मम किञ्चित् अत्र अस्तु अस्तु, कोऽपि प्रयत्नं करोति? प्रायः सावित्री भगिनी, विभागः श्रूयते वा? आमामां श्रूयते. विभागः भावपदार्थः, तस्य समवायिकारणं भवेदेव, अपि च समवायिकरणमपि भवेदेव. यथा यत्किमपि भावपदार्थः भवति तस्य समवायि असमवायिकारणं भवेदेव. तदर्थं क्रिया अथवा गुणः भवति असमवायिकारणं, द्रव्यं भवति समवायिकारणं. विभागः गुणः, तदर्थं तस्य समवायि असमवायिकारणं भवेदेव. यथा घटः प्रथमक्षणे निर्गुणं तिष्ठति, अनन्तरं तस्मिन् गुणाः भवन्ति, तथैव विभागः अपि गुणः भावपदार्थः, तस्य समवायि असमवायिकारणं भवेदेव इति. हा, तत्तु सत्यम्, असमवायिकारणं समवायि भवेदेव, किन्तु संयोगनाशः तथा न भवितुम् अर्हति. यथा जयन्ती भगिन्या उक्तं, तेनैव कारणेन, यतोहि संयोगनाशः स्वरूपसम्बन्धेन अस्ति. स्वरूपसम्बन्धेन यत्र कुत्रापि भवति, अभावः स्वरूपसम्बन्धेन. अतः संयोगनाशः तु न भवितुमेव अर्हति. यदि संयोगनाशं स्थापयामः प्रथमं, तदनन्तरं विभागः इति वदेम, तर्हि तस्य अवगतः भगिनि, पुनः प्रश्नः वदति वा? हा हा, तर्हि तस्य परिहारः कः इति वदति, परिहारः? अस्तु, यदा संयोगनाशः प्रथमं भवति तदनन्तरं विभागः भवति, तत्र भावपदार्थः भावपदार्थकारणेन न उत्पद्यते. तदर्थं ते वदन्ति यत् विभागः प्रथमं भवेत्, अनन्तरं संयोगनाशः भवेत्. तत्र लाघवम् अपि भवति. एकनिमिषः, तर्हि विभागः प्रथमं भवति चेत् तस्य असमवायिकारणं किं स्यात् सिद्धान्तिनः अनुसारम्? असमवायिकारणं भवति क्रिया. यथा घटे अथवा हस्तपुस्तकयोः प्रथमं संयोगम् आसीत्, अनन्तरं विभागः जायते, तस्य कारणं भवति हस्तगतक्रिया अथवा घटगतक्रिया. क्रियया विभागः उत्पद्यते, अनन्तरं विभागेन संयोगनाशः जायते इति तेषां मतम्. हा, समीचीनम् इति सिद्धान्ति वदति. अस्तु, तर्हि असमवायिकारणस्य अपेक्षायाम् आवश्यकमेव असमवायिकारणं विभागं जनयितुं. तर्हि क्रिया प्रथमं भवतु, तदा विभागः भवतु. तेन किम्, अस्माकं नियमः कः? भावपदार्थस्य असमवायिकारणं भवेदेव इति नियमस्य पालनं भवति. तत्र विभागस्य एकम् असमवायिकारणं निर्मितं भवति, क्रिया प्रथमं तदनन्तरं विभागः इति चेत्. किन्तु संयोगनाशः प्रथमं तदनन्तरं तेन विभागः इति वदामश्चेत् विभागस्य असमवायिकारणं किम् इति प्रश्ने सति उत्तरं न प्राप्येत इति अस्ति. तर्हि इदं श्रुत्वा, यद् सावित्री भगिन्या उक्तं, क्रियातः विभागः इति श्रुत्वा एषः पुनः कः पूर्वपक्षी, हा, पुनः वदति यत् अस्तु, तर्हि किमर्थं न युगपत् संयोगनाशः विभागः उभौ जायेते इति अङ्गीकर्तुं शक्नुमः? नाम तया एव क्रियया द्वयोः अपि निर्माणं भवति इति पुनः एषः वदति पूर्वपक्षी. या क्रिया विभागं जनयति सा एव क्रिया संयोगनाशमपि जनयति. समानकाले व्युत्पत्तिः भवतु द्वयोः इत्यनेन लाघवम् अस्ति किल इति पूर्वपक्षी वदति. तर्हि हा, अत्र तु अङ्गीकारः अस्ति, अस्तु कार्य अत्र तु पदार्थद्वयमस्ति, उभयोः एकः एव भवतु इति. तस्मिन् लाघवम् अस्ति इति पूर्वपक्षी वदति. तस्य उत्तररूपेण एषः सिद्धान्ती वदति यत् न, तथा न कुर्मः. तस्य अपेक्षया भिन्नक्षणोत्पत्तिकत्वम् एव समीचीनम्. भिन्नक्षणोत्पत्तिकत्वम् इत्युक्ते विभागः तदनन्तरं संयोगनाशः इत्येव समीचीनं भवति क्रियायाः कारणत्वकल्पना अपेक्षया, यतोहि तस्मिन्नेव लाघवं सिद्ध्यति इति सिद्धान्ती वदति. तस्मिन् कीदृशं लाघवम् अस्ति इति सरला भगिनी किञ्चित् चिन्तनं करोति वा? ते वदन्ति विभाग हस्तपुस्तकयो विभाग, कर्मजविभाग, तदनन्तरकायपुस्तक विभाग, विभाग तया रीत्या एतत् सुलभं भवति. कुत्र विभागः भवति, कुत्र क्रिया भवति, तस्य इति तस्य कारणे तदनन्तरं संयोगनाशः भवति. तर्हि लाघवं कथं साधयति पुनः किञ्चित्? लाघवं क्रिया विभाग जनयति, तत् विभाग विभागज विभाग जनयति. सो एक क्षणे न भवति सिद्धान्तं ते इति वदन्ति. हा, इति तु सत्यं. तर्हि तदा संयोगनाशस्य विषये किं वदन्ति? संयोगनाशस्य कार्यकारणभावम् अपि इति प्रदर्श्यते विभागः. सो कार्यकारणभावम् इति निर्दर्शयति, तथा लाघवं भवति. यदि युगपद् भवति तस्य कार्यकारणं भाव न निर्दृश्यते. यद्यपि लोके व्यवहारे इति दृश्यति, किन्तु अतिसूक्ष्म बहु लघु क्षणात् एतत् न दृश्यते. हा, तर्हि क्रिया एव उभयोः कारणम् इत्यस्य वदनेन, यथा भवती उक्तवती, एकत्र कर्मजविभागः अपरत्र विभागजविभागः इति अस्ति खलु? हा, तद्वत् क्रिया एव कारणम् उभयोः इति स्वीकरणेन तत्र एकः संयोगनाशः कर्मजः भवति क्रियातः, अपरः संयोगनाशः संयोगनाशजः भवति. संयोगनाशजः इत्युक्ते संयोगनाशेन जातः, यथा विभागः तथा भवति. क्रिया एव उभयोः कारणम् इति स्वीकुर्मश्चेत्, किन्तु तथा न स्वीकुर्मः चेत् तदा उभयत्र हस्तपुस्तकयोः संयोगनाशः, कायपुस्तकयोः संयोगनाशः, उभयत्र विभागः एव कारणम् इति स्वीकर्तव्यं भवति. अनेन इतोपि लाघवम् अस्ति किल, तर्हि विभागः एव संयोगनाशस्य कारणं भवति. हा, क्रिया उभयोः कारणं नास्ति इति अनुमितिः अस्ति चेत्, अङ्गीकारः अस्ति चेत्, तदा विभागः भवति संयोगनाशं प्रति कारणं. यत्र कुत्रापि भवतु संयोगनाशः, हस्तपुस्तकस्तरे वा कायपुस्तकस्तरे वा तथा अग्रे वा, तत्र विभागः कारणत्वेन भवति संयोगनाशस्य. तेन इतोपि लाघवम् अस्ति इति सः वदति. अस्तु, प्रायः भवती एव पठतु सत्यं हस्तपुस्तकयोः तस्मात् आरभ्य. सरला भगिनि, प्रश्न नाम हस्तपुस्तकसंयोगनाश तत्र न, तस्मात् उपरि, तस्मात् पूर्वं यः प्रश्नः अस्ति. उत्तरं सत्यं, प्रश्नं नाम हस्तपुस्तकसंयोगनाश. भगिनि, तस्मात् पूर्वं किञ्चित् आरम्भं करोतु, पुनरावर्तनमपि भवति. सत्यं हस्तपुस्तकं नाम हस्तपुस्तकयो विभागः, कर्मजकाय पुस्तकयो विभागः न भगिनि, तस्मात् प्रश्नात् तस्मात् प्रश्नात् पूर्वं यद् भवती पठन्ती अस्ति तस्मात् पूर्वं यः प्रश्नः अस्ति सत्यं हस्तपुस्तकं राघवं कथं दृश्यामि भगिनि पूर्वप्रश्नः तावदेव सत्यं हस्तपुस्तकयोः संयोगनाशे क्रियाकारणं पश्यति वा संयोगनाशे क्रियाकारणं मायपुस्तकयोः संयोगनाशे हस्तपुस्तक संयोगनाश एव कारणं पूर्वपक्षे इदानीं पुनः पृच्छन्ति हस्तपुस्तकयोः संयोगनाशे क्रियाकारणमस्ति तदा कायपुस्तकयोः संयोगनाशे हस्तपुस्तकयोः संयोगनाश एवं कारणं यदि हस्तपुस्तकयोः संयोगनाशस्य कारणं क्रिया अस्ति तत् संयोगनाश भवति कायपुस्तकयोः संयोगनाशस्य कारणं सो इति सतम् पूर्वपक्षी पृच्छन्ति हा हा इति पूर्वपक्षी पुनः वदति अस्तु हस्तपुस्तकयोः संयोगनाशः क्रियया जातः ततः अग्रे कायपुस्तकयोः संयोगनाशः हस्तपुस्तकसंयोगनाशेन जातः इति स्वीकुर्मः क्रियां स्वीकृत्य यथा ते विभागविभाग कर्मजविभागविभागविभाग उत्तमं सत्यं तद् अपेक्षया संयोगनाशप्रतिभाग एव कारणम् इति स्वीकुर्मः अनेन संयोगनाशस्य एकमेव कारणं भवति विभागस्य कारणं द्वयम् इति अवश्यं स्वीकार्यं क्वचित् क्रियाकारणं क्वचित् विभागकारणं यतोहि विभागसंयोगनाशयोः कार्यकारणभावः स्वीकृत्य क्रियते चेत् यथोक्तं समनीयतत्वं चेत् अपि विभागः अवश्यं पूर्वं भवेत् अतः तस्य क्वचित् क्रियाकारणं क्वचित् विभागकारणं विभागसंयोगनाशो युगपत् जायते चेत् अपि विभागस्य क्वचित् क्रियाकारणं क्वचित् विभागकारणं परन्तु संयोगनाशस्य तादृशकार्यकारणभावद्वयस्य आवश्यकता नास्ति तर्हि कार्यकारणभावद्वयम् इति किमर्थं संयोगनाशं प्रति विभागकारणम् इति एकेन कारणेन संयोगनाशः सर्वत्र सम्पद्यते सिद्धान्तिन् इदानीं वदन्ति संयोगनाश विभाग एवं कारणं ते मन्यन्ते संयोगनाशस्य एकमेव कारणं विभाग अस्ति विभागस्य कारणं द्वयं यदि ते वदन्ति क्रियाकारणं कर्मज विभाग कारणं यतो हि विभागजकारणं विभाग तस्य कारणमस्ति विभागसंयोगनाशयोः कार्यकारणभावः स्वीक्रियते चेत् यथोक्तं समनीयतत्वं चेत् अपि विभागः अवश्यं पूर्वं भवेत् अत्र तस्य क्वचित् क्रियाकरणं क्वचित् विभागकारणं तु यदा वयं पूर्वं चर्चितवन्तः क्रिया अपि विभाग कारणं भवति विभागस्य कारणं विभागसंयोगनाशयोः कार्यकारणभावस्य स्वीकारः इति प्रथमः अंशः तत्र यथा सामान्यं विभागस्य क्वचित् क्रियाकारणं क्वचित् विभागः कारणम् अस्तु द्वितीयबिन्दुः विभागसंयोगनाशौ युगपत् जायते चेत् अपि विभागस्य क्वचित् क्रियाकारणं क्वचित् विभागकारणं परन्तु संयोग तदपि एकनिमिष तदपि सत्यं खलु विभागसंयोगनाशौ युगपत् जायेते नाम विभागः संयोगनाशस्य कारणं नास्ति इति स्वीकुर्मः चेदपि हा विभागस्य तादृशी एव परिस्थितिः अस्ति. संयोगनाशस्य किन्तु ते अपि संयोगनाशस्य कारणं भवन्ति. सत्यं, संयोगनाशस्य अपि तथा एव भवति. क्वचित् क्रियाकारणं, क्वचित् स्वयं संयोगनाशकारणम् इति भवति. तादृशकार्यकारणभावद्वयस्य आवश्यकता नास्ति. अतः कार्यकारणभावस्य आवश्यकता नास्ति. ते मन्यन्ते लाघवम् अस्ति विभागकारणं संयोगनाशस्य द्वे कारणं. युगपद् अपि विभागकारणं भवति. सो कार्यकारणभावद्वयस्य आवश्यकता नास्ति. हा, तर्हि संयोगनाशस्थले तथा कार्यकारणभावद्वयस्य आवश्यकता नास्ति. यत्र कुत्रापि संयोगनाशः भवतु, सर्वत्र विभागः एव संयोगनाशस्य कारणम् अस्ति इति स्वीकुर्मः. तेनैव लाघवम् इति वदन्ति ते. बुद्धम्? आम्. अस्तु अस्तु, अग्रे राजेन्द्रमहोदय पठति वा? प्रश्नः, नाम हस्तपुस्तकसंयोगनाशं प्रति हस्तपुस्तकविभागः कारणं, कायपुस्तकसंयोगनाशं प्रति कायपुस्तकविभागः कारणम् इति वा? इति चेत् पुनः भिन्नविभागः किल? यत्र भिन्नविभागः कारणम् इति कृत्वा लाघवं कथम्? पूर्वपक्षिणः पृच्छति, यदा यथा भवान् वदति तत्र हस्तपुस्तकसंयोगनाशं प्रति हस्तपुस्तकविभागः कारणं, तथैव कायपुस्तकसंयोगनाशं प्रति कायपुस्तकविभागः कारणम्, एवं वा इति वा एवं भवान् वक्तुम् इच्छति वा? तत्र पुनः भिन्नविभागः, यथा हस्तपुस्तकसंयोगनाशं प्रति क्रिया कारणम् अस्ति, सः विभागः भिन्नः कायपुस्तकसंयोगनाशं प्रति कायपुस्तकविभागः, तत्र भिन्नविभागः अस्ति. तत्र पुनः अत्र भिन्नविभागाः स्तः, तत्र उभयत्र इदं कृत्वा लाघवं कथम् अस्ति, यथा तत्र भिन्नभिन्नविभागस्य आवश्यकता अस्ति हस्तपुस्तकयोः संयोगनाशस्य प्रति अथवा कायपुस्तकयोः संयोगनाशस्य प्रति भिन्नभिन्नविभागाः ये आवश्यकते, तत् कथं लाघवं, तादृशं तस्य लाघवं कथम् अस्ति? उत्तररूपेण सिद्धान्तिना वदति, अनेन विभागत्वेन सर्वेषां विभागानां सङ्ग्रहः भवति. इदानीं भवदुक्तरीत्या क्रियात्वेन हस्तगतक्रिया, दण्डगतक्रिया, कपालगतक्रिया सर्वाः सङ्ग्रहीतुं शक्यते. विभागं प्रति क्रियाकारणम् इति सर्वा क्रियाः अपि अन्तर्भूताः. कायपुस्तकविभागं प्रति किन्तु क्रिया न कारणम्, अपि तु हस्तपुस्तकविभागः एव. तर्हि विभागत्वेन एकः कार्यकारणभावः, पुनः क्रियात्व पुरस्कारेण अन्यकार्यकारणभावः भावः, इत्थञ्च विभागं प्रति कार्यकारणभावद्विविधा. इदानीं संयोगनाशं प्रति क्वचित् क्रियाकारणं, क्वचित् संयोगनाशकारणम् इति कार्यकारणभावद्वयपेक्षया संयोगनाशं प्रति विभागः एव कारणम् इत्यस्मिन् लाघवं. विभागत्वेन कार्यकारणभावः एकः एव भवति. इदानीं सिद्धान्तेन वदति तत् ये यत् किमपि विभागः भवतु, तत्र तु धर्मः एकः एव अस्ति. विभागत्वेन विभागत्वं तत् विभागत्वं धर्मः एकः अस्ति, तत्र तु विभागसङ्ग्रहः एव भवति, यथा हस्तपुस्तकविभागः अथवा कायपुस्तकविभागः यत् किमपि भवतु, तत्र तु विभागः एकः एव. यदा द्वयोः विभागयोः विभागत्वं कापि काचित् धर्मः अस्ति तादृश तत् सङ्ग्रहणं कर्तुं शक्नुमः तर्हि विभागौ भिन्नौ अस्तु कायपुस्तकविभागः हस्तपुस्तकविभागः यद्यपि तौ भिन्नौ तयोः विद्यमानः धर्मः एकः एव तद् आधारेण तत् सङ्ग्रहं कर्तुं शक्नुमः इदानीं भवदुक्तरीत्या क्रियात्वेन हस्तगतक्रिया दण्डगतक्रिया कपालगतक्रिया सर्वाः सङ्ग्रहीतुं शक्यते इदानीं यथा भवान् उक्तवान् भिन्नभिन्नक्रियाः सन्ति यथा हस्तगतक्रिया भवतु दण्डगतक्रिया भवतु कपालगतक्रिया भवतु तत् सर्वेषां क्रियायाः एका एव तत्र किञ्चित् धर्मः प्रचलति तत्र क्रियात्वं धर्मः सर्वेषाम् अस्ति सर्वेषु क्रियासु क्रियात्वं धर्मः भवति तदपि सङ्ग्रहीतुं शक्नुमः तत्र क्रिया तु एकम् एव अस्ति भिन्नभिन्नक्रिया भवतु परन्तु क्रिया तु क्रियात्वेन तत् एक एव क्रिया भवति एकसङ्ग्रहं भवति विभागं प्रति क्रियाकारणम् इति क्रिया सर्वा क्रिया अपि अन्तर्भूताः यदा वयं वदामः विभागं प्रति क्रियाकारणं तत् तस्मिन् अन्तर्भूताः सर्वे यः कोऽपि क्रिया भवतु तत् तत्रैव अन्तर्भूताः सन्ति क्रियात्वेन धर्मरूपेण यथा क्रियात्वं तत् धर्ममस्ति तत् आधारीकृत्य तत् एका एव क्रिया अस्ति सर्वा क्रियाः तत् अन्तर्भूताः अस्ति कायपुस्तकविभागं प्रति किन्तु क्रिया न कारणं परन्तु कायपुस्तकविभागं प्रति किन्तु क्रिया न कारणम् अपि तु हस्तपुस्तकविभागः एव कारणम् अस्ति तर्हि विभागत्वेन एकः कार्यकारणभावः कायपुस्तक हस्तपुस्तकविभागं प्रति क्रियाकारणं तत्र विभागः अस्ति तत् विभागः कायपुस्तकविभागं प्रति क्रिया न कारणम् अस्ति परन्तु हस्तपुस्तकविभागः एव कारणम् अस्ति तथा द्वयोः विभागयोः तत् विभागत्वेन एक धर्मः प्रचलति तत्र तत् कारणतः एक एव कार्यकारणभावः अस्ति पुनः एकनिमिष अत्र कारणकार्यभावः द्विविधः अस्तु प्रथमतया हस्तपुस्तकविभागः इति यदा वदामः सः विभागः तु क्रियया जातः अतः क्रियत्वपुरस्कारेण इति उक्तम् तर्हि या कापि क्रिया भवतु यथा भवता उक्तं हस्तगतक्रिया दण्डगतक्रिया कपालगीत तादृशक्रिया प्रथमं जायते प्रथमविभागस्य कारणं भवति अतः क्रियत्वावच्छिन्नत्वम् इति वक्तुं शक्यते कार्यकारणभावस्य खलु प्रथमतया तर्हि हा द्वितीयः विभागः यः जायते कायपुस्तकविभागः तत्र कार्यकारणभावः केन सूचितः भवति विभागत्वेन हा समीचीनं महोदय इति वार्ता अस्ति तर्हि विभागत्वेन एकः कार्यकारणभावः पुनः क्रियत्वपुरस्करेण कारेण अन्यकार्यकारणभावः भावः इत्थञ्च विभागं प्रति कार्यकारणभावः द्विविधा विभागं प्रति कार्यकारणभावः द्विविधा अस्ति एक तु हस्तपुस्तक विभागः अथवा कायपुस्तकविभागः विभागः द्विविधा अस्ति परन्तु विभागत्वेन ते एक एव एकत्र सङ्ग्रहं कर्तुं शक्नुमः कार्यकारणभावः द्विविधः प्रथमकार्यकारणभावः विभागत्वेन सूचितः भवति द्वितीयविधकार्यकारणभावः क्रियात्वेन सूचितः भवति बुद्धं वा अस्तु कार्यकारणभावः द्विविधा अस्ति परन्तु विभागः तु यथा अस्ति हस्तपुस्तकयोः अथवा कायपुस्तकयोः यः विभागः भवति तत्र तु विभागत्वेन एका एव सत्यं हा तदपि सत्यं तर्हि उभयोः विभागत्वम् अस्ति इति कृत्वा तौ विभागत्वेन सूचितौ भवतः इति सत्यं परन्तु अत्र वार्ता अस्ति कार्यकारणभावस्य विषये खलु न तु विभागस्य विषये इति बुद्धं वा महोदय? हा, तर्हि वस्तुतः विषयः अस्ति कार्यकारणभावः, तर्हि कार्यकारणभावः कीदृशः इति चिन्तनीयः भवति. एकत्र कार्यकारणभावः विभागत्वावचिह्नः, अपरत्र कार्यकारणभावः क्रियत्वावचिह्नः इति वक्तुं शक्यते खलु? एकं विभागं प्रति क्रियात्वावचिह्नकार्यकारणभावः, अपरं विभागं प्रति विभागत्वावचिह्नकार्य. हा, समीचीनम्. इदानीं संयोगनाशं प्रति क्वचित् क्रियाकारणं, क्वचित् संयोगनाशकारणम् इति कार्यकारणभावद्वय अपेक्षया संयोगनाशं प्रति विभागः एव कारणम् इति इत्यस्मिन् लाघवम्. यथा विभागस्य कृते चर्चा जाता, तत् इदानीं संयोगनाशं प्रति क्वचित् क्रियाकारणं, क्वचित् संयोगनाशकारणम् इति कार्यकारणभावद्वय अपेक्षया संयोगनाशं प्रति विभागः एव कारणम् इत्यस्मिन् लाघवन्. संयोगनाशं प्रति सिद्धान्तिनः वदति तत्र विभागः एव कारणम् अस्ति इत्यस्मिन् एव लाघवं. सम्यक् अस्ति वा इदानीं? हा हा, समीचीनं महोदय. यदि विभागवत् स्वीकुर्मः चेत् संयोगनाशं प्रति अपि कार्यकारणभावः द्विविधः भवति. अस्तु, एकत्र क्रियत्वावच्छिन्नकार्यकारणभावः संयोगनाशं प्रति, अपरत्र संयोगनाश नाशत्वावच्छिन्न इति वक्तुं शक्यते कार्यकारणभावः. परन्तु तस्य अपेक्षया विभागः एव अस्ति, परन्तु एव कारणं. तर्हि विभागः एव कारणम् उभयत्र इति स्वीकुर्मः चेत् तर्हि कार्यकारणभावः विभागत्वेन सूचितः भवति इत्यस्मिन् लाघवम् अस्ति. तथैव अत्र लाघवम् अस्ति, विभागत्वेन कार्यकारणभावः एकः एव भवति. यथा धर्मः स्वीकुर्मः तत्र तु तत् विभागत्वेन कार्यकारणभावः तु एकः एव भवति. हा, समीचीनम् इति ते वदन्ति. तदर्थं लाघवम् अस्ति अस्मिन् मार्गे इति सिद्धान्ति वदति. अस्तु, तर्हि समीचीनम्. अग्रे सरेम. अस्तु, लक्ष्मी भगिनी. इदानीमपि स्पष्टं नास्ति हस्तपुस्तकयोः संयोगनाशकार्यपुस्तकयोः संयोगनाशः विभागः इत्येव कारणं, किन्तु भिन्नविभागः इति न उच्यते वा? इदानीं पूर्वपक्षिणः वदन्ति हस्तपुस्तकयोः संयोगनाशः तस्य संयोगनाशस्य कारणमस्ति क्रिया. न न न न न न एकनिमिष तत् तन्न उक्तम्. अस्तु, पूर्वपक्षिणः मतानुगुणम् इदानीं किञ्चित् कास् अस्ति, अतः कन्फ्यूशन् अभवत्. अस्तु, हस्तपुस्तकयोः संयोगनाशः इति पूर्वमस्ति, तस्य कारणमस्ति विभागः, किन्तु तस्य कारणमस्ति क्रिया. अनन्तरं कार्यपुस्तकयोः संयोगनाशः तस्य कारणमपि विभागः, किन्तु एकः विभागः भिन्नः अस्ति. भिन्नः इत्युक्ते एषः विभागस्य कारणं विभागतः विभागः अस्ति, एषः विभागः विभागतः विभागः. अतः हस्तपुस्तकयोः विभागः अपेक्षया कार्यपुस्तकयोः विभागः भिन्नविभागः. द्वयोः अपि संयोगनाशस्य कारणानि भिन्नभिन्न विभागौ. तत्र किमर्थं भिन्न भिन्नविभागः इति न उच्यते इति पूर्वपक्षिणः प्रश्नं पृच्छति. इदानीम् उत्तरं हा इति पुनः सः एव प्रश्नं पृच्छति, तदेव तमेव प्रश्नं पृच्छति, पुनः भिन्नभिन्नविभागौ खलु इति. अस्तु, अग्रिमपरिच्छेदमपि पठतु भगिनि. सत्यं भिन्नविभागः एव, किन्तु अस्माभिः कार्यकारणभागः विभागत्वेन स्वीकृतः, अतः विभागद्वयमपि अस्मिन् अन्तर्गतं भवति. यथा कार्यसामान्यं प्रति कर्ता कारणम् इत्युच्यते, नाम कर्तृत्वेन कार्यकारणभागः, कृतिमान् कर्ता, स च कर्ता क्वचित् कुलालः, क्वचित् कुविन्दः, क्वचित् पुनः अन्यः कोऽपि भवति. यतः एषु सर्वेषु कर्तृत्वं वर्तते, कर्तृत्वं वर्तते. अतः यद्यपि कर्तारः विभिन्नाः, तथापि लाघवं तिष्ठति. कर्तृत्वपुरस्कारेण एकः कार्यकारणभावः स्वीक्रियते, कार्यसामान्यं प्रति कर्ता कारणम्. अस्तु, सिद्धान्तिनः वदन्ति आम् आम् भवन्तः प्रश्नं समीचीनमेव, भिन्नविभागः एव, किन्तु यद्यपि तौ भिन्नविभागौ, कार्यकारणभावः इति यत् उच्यते तत् तद्विभागत्वेन स्वीक्रियते. इत्युक्ते अत्र कार्यकारणभावः इति किम् अस्ति? हस्तपुस्तकयोः मध्ये यत् संयोगनाशकः भवति तस्य कारणमस्ति विभागः. कार्यपुस्तकयोः मध्ये यत् संयोगनाशकः अस्ति तस्य कारणमपि विभागः. विभागद्वयमपि यदि विभागम् इति पदेन विभागद्वयमपि अन्तर्गतं भवति इति पुनः सिद्धान्तेन वदन्ति. अनन्तरं ते अन्य उदाहरणमपि ददाति, यथा कार्यसामान्यं प्रति कर्ता इत्युच्यते, कार्यसामान्यं प्रति कर्ता कारणम् इति उच्यते. कार्यसामान्यं यद्यपि अहं चिन्तयामि यद्यपि कार्यं भवेत् तस्य कारणं कर्ता इति यथा उच्यन्ते तथा तथैव तत्र कार्यम् अस्ति कारणमस्ति कर्ता, कर्तृत्वेन कार्यकारणभावः भवति. उदाहरणरूपेण कृतिमान् कर्ता, उदाहरणरूपेण क्वचित् स्थलेषु केचन स्थलेषु केषु स्थलेषु कुलालः कर्ता अस्ति, अन्यत्र कुविन्दः इत्यादि, क्वचित् पुनः अन्यः कोऽपि भवति. कर्ता यः कोऽपि भवतु सर्वेषु कर्तारेषु कर्तृत्वं वर्तते. अतः यद्यपि कर्तारः विभिन्नाः तथापि हा समीचीनं भगिनि, कर्तारः यद्यपि विभिन्नाः तथापि तेषु किम् अस्ति? यद्यपि कर्तारः भिन्नः तथापि ते सर्वे कारणं प्रति कार्यं प्रति कारणः भवन्ति इति. कर्तारः विभिन्नाः परन्तु तेषु कर्तृत्वम् अस्ति खलु इति समानम्. ओ तेषु कर्तृत्वम् अस्ति इति समानम्. तत् स्वीकुर्मः चेत् लाघवं तिष्ठति, लाघवं भवति. इत्युक्ते कुलालः इति यः अस्ति तस्मिन् कुलालत्वम् अस्ति, कुविन्दः यः अस्ति तस्मिन् कुविन्दत्वम् इति अपि अस्ति इति वक्तुं शक्नुमः. तदपेक्षया उभयत्र उभयोः कर्तृत्वम् अस्ति इति स्वीकुर्मश्चेत् तत्र कार्यकारणभावसाधनाय लाघवं भासते इति. कर्तृत्वपुरस्कारेण एकः कार्यकारणभावः स्वीक्रियते, यथा भवती उक्तवती इदानीमेव. कर्तृत्वं समानमस्ति इति कृत्वा इति कृत्वा कार्यकर्मभावः एकः एव भवति. वदतु भगिनि. कार्यसामान्यं प्रति कर्ता कारणम् इति अस्तु. यदि कर्तृत्वं समानं स्वीकुर्मः चेत् तत्र कार्यमपि कार्यसामान्यं कार्यमपि सामान्यं सामान्यं कार्यं प्रति कर्ता कारणम् इति कार्यकारणभावः आगच्छति. समीचीनम् इति अस्ति. कार्यकारणभावस्य विवरणम् अपेक्षितम् अत्र. कीदृशकार्यकारणभावः इत्युक्ते कर्तृत्वावच्छिन्नकार्यकारणभावः इति सुलभतया वक्तुं शक्यते. यत्र कुत्रापि कार्यं सिद्ध्यति तत्र तत्र इति. अस्तु, तर्हि अग्रे सरेम. जयन्ती भगिनी. एवमेव गुणं प्रति द्रव्यं समवायिकारणम् इति किल उच्यते. रूपम् एकः गुणः, तस्य घटः कारणम्. घटगतरूपं प्रति घटः कारणम्, पटगतरूपं प्रति पटः कारणम्. एवं गुणाः अपि भिन्नाः भवन्ति, द्रव्याणि अपि भिन्नानि वर्तन्ते. परन्तु कार्यकारणभावः कथं स्वीकृतः? द्रव्यत्वेन रूपेण द्रव्यं समवायिकारणम्. द्रव्यत्वेन इत्यस्मात् घटः अपि स्वीकर्तुं शक्यते, पटः अपि स्वीकर्तुं शक्यते, जलमपि स्वीकर्तुं शक्यते. यत्र कुत्रापि गुणः उत्पद्यते तत्र अधिकरणे द्रव्यत्वम् अस्त्येव. तर्हि द्रव्यत्वपुरस्कारेण एकः कार्यकारणभावः गुणं प्रति द्रव्यं समवायिकारणम्. अत्र पुनः यथा कर्तृत्व अवच्छिन्न कारणता अस्ति, तथैव गुणं प्रति द्रव्ये कारणत्वम् अस्ति इति वदति. गुणस्य कारणं द्रव्यं. भिन्नाः गुणाः सन्ति, रूपं, रसः इत्यादयः. प्रत्येकस्य कारणं भिन्नद्रव्यम्, परन्तु भिन्नत्वात् कारणत्वं न अपसरति वा कारणत्वं. समीचीनतया एव उक्तं भवत्या. भिन्नत्वात् कारणत्वं कारणत्वस्य वैविध्यं न भवति इति वक्तुं शक्नोति. कारणत्वस्य कारणत्वं तु समानमेव इति. द्रव्ये विद्यमानं कारणत्वम् इति उच्यते. द्रव्यत्वेन घटः, पटः वा किमपि स्वीक्रियते कार्यस्य आधारेण. परन्तु सर्वत्र द्रव्यमेव कारणं भवति. तदेव. अतः द्रव्यत्वम् इति, द्रव्ये विद्यमानं धर्मः अस्ति द्रव्यत्वम् इति, तस्य पुरस्कारेण द्रव्ये विद्यमानं कारणत्वं दृश्यते गुणं प्रति. यत्किमपि गुणं भवतु, गुणस्य कारणं तु द्रव्ये एव वर्तते, यत्किमपि द्रव्यं भवतु. सत्यं, समीचीनं. यथा भवत्या उक्तं द्रव्यत्वावच्छिन्नकारणता अथवा तथा वक्तुं शक्यते. गुणं प्रति द्रव्यत्वावच्छिन्नकारणता एव कारणं भवति, अथवा द्रव्यत्वावच्छिन्नकारणतानिरूपितगुणत्वावच्छिन्नकार्यता तथा वक्तुं शक्यते. समीचीनम् इति अस्ति. जातिः अथवा धर्मं स्वीकृत्य कार्यकारणभावस्य अथवा कारणतायाः निरूपणं भवति चेत् तत्र सौकर्यम् अस्ति इति वक्तुम् इच्छति सिद्धान्ति. अस्तु, अग्रे वर्धिनी भगिनी पठति वा? आम् भगिनि. अत्रापि तथा विभागः एव खलु. विभागानन्तरं भवतु नाम विभागत्वेन कारणत्वं स्वीकृतम्, अतः भिन्नविभागः अस्ति चेदपि लाघवक्षेत्रे न कोऽपि प्रभावः न कापि कानिः घटं प्रति हानिः हानिः हानिः इति स्यात् घटं प्रति दण्डः कारणम् अस्य घटस्य अन्यः दण्डः तस्य घटस्य अन्यः दण्डः परन्तु अस्माभिः कार्यकारणभावः दण्डत्वपुरस्सरेण स्वीकृतम् अर्थात् दण्डत्वावच्छिन्नं कारणम् इति स्वीक्रियते अतः सः अपि दण्डः दण्डत्वावशिष्टः एषः अपि दण्डः दण्डत्वावशिष्टः दण्डत्वं पुरस्कृत्य कार्यकारण अभावस्वीकारे पृथक् पृथक् दण्डः कारणं चेदपि कार्यकारणभावस्य ऐक्यं सम्पादयितुं शक्यते घटत्व अवच्छिन्नं प्रति दण्डत्व अवच्छिन्नं कारणम् अनेन एकविधकार्यकारणभावं वक्तुं शक्नुमः एकमेव संयोगनाशं प्रति विभागः कारणम् अत्रापि तथा विभागः एव खलु विभागान्तरं भवतु विभागान्तरम् अन्यविभागः अस्ति वा विभागान्तरं भवतु नाम संयोगनाशं प्रति कारणं किमस्ति विभागः विभागः अस्ति हस्तपुस्तकयोः संयोगनाशं प्रति कीदृशविभागः कारणम् हस्तपुस्तकयोः विभागः कारणं खलु हस्तपुस्तकयोः न एकनिमिष अत्र तु क्रिया विभागस्य कारणम् इति अङ्गीकृतम् अस्तु पुनः विभागः संयोगनाशं प्रति कारणं तर्हि कस्मिन् स्तरे कः विभागः कारणम् इत्यस्य चर्चा हस्तपुस्तक इत्यस्मिन् स्तरे हस्तपुस्तकयोः विभागः हस्तपुस्तकयोः संयोगनाशस्य कारणम् अस्तु कायपुस्तकयोः संयोगनाशं प्रति कः कारणमस्ति किं कारणम् कायपुस्तकयोः विभागः हस्तपुस्तकयोः विभागः कर्मजः विभागः सः विभागः हस्तपुस्तकयोः संयोगनाशं प्रति कारणं तदनन्तरं विभागजविभागः कः कायपुस्तकयोः विभागः हा कायपुस्तकयोः विभागः पुनः कस्य कारणम् कायपुस्तकसंयोगनाशः तं प्रति कारणं खलु अतः विभागान्तरम् अभवत् तदर्थमेव उक्तं विभागान्तरं भवतु नाम किन्तु किमस्ति अग्रे विभागत्वेन कारणत्वं स्वीकृतं भिन्नविभागः अस्ति अत्र लाघवमपि अस्ति लाघवक्षेत्रेण सत्यं लाघवं हा यद्यपि द्वौ विभागौ अथवा विभागान्तरं जातं तथापि विभागत्वेन एव कारणत्वं स्वीकृतं विभागत्व अवच्छिन्नकारणत्वं तद्वत् अथवा विभागत्व अवच्छिन्नकारणता तद्वदस्ति तद् स्वीकृत्य लाघवम् अस्ति यद्यपि द्वौ विभागौ स्तः तथापि लाघवम् अस्ति लाघवक्षेत्रे न कापि प्रभावः वा न कोऽपि प्रभावः न कापि हानिः इति वदति घटं प्रति दण्डः कारणम् अस्य घटस्य अन्यः दण्डः तस्य दण्डस्य अन्यः दण्डः परन्तु अस्माभिः कार्यकारणभावः दण्डत्वपुरस्सरेण स्वीकृतम् अर्थात् दण्डत्वावच्छिन्नं कारणम् इति स्वीक्रियते इति अवगतं वा भगिनि किञ्चित् प्रयत्नं करोति वा वक्तुं घटं प्रति दण्डः कारणं दण्डः अस्ति चेत् घटः जनयति, अस्य दण्डस्य अन्यदण्डः अन्यः दण्डः तस्य घटस्य इत्युक्ते द्वौ घटौ स्तः, ए घटः बि घटः इति. एकं घटं प्रति एकः दण्डः कारणम्, अपरघटं प्रति अपरः दण्डः कारणम्. परन्तु अस्माभिः कार्यकारणभावः दण्डत्वपुरस्सरेण स्वीकृतम्, अर्थात् दण्डत्वावच्छिन्नं कारणम् इति स्वीक्रियते. कार्यकारणभावः दण्डत्वपुरस्सरेण स्वीकृतमस्ति. यद्यपि यथा विभागः द्वौ विभागौ आस्तां तत्र, तद्वत् द्वौ दण्डौ अत्र, तथापि लाघवं संरक्षितं कथं? दण्डत्वावच्छिन्नकारणत्वम् इति स्वीकारेण. अतः सः अपि दण्डः दण्डत्व अवशिष्टः, दण्डत्वविशिष्टः, दण्डत्वविशिष्टः. एषः अपि दण्डः दण्डत्व विशिष्टः. इत्युक्ते दण्डत्वम् इति सामान्यम् अस्तु, दण्डत्वे ए दण्डः, बि दण्डः, सि दण्डः इति विशेषः सदस्याः. अतः दण्डत्वविशिष्टः, एकः दण्डः दण्डत्वविशिष्टः, अपरः अपि तथा एव. दण्डत्वं पुरस्कृत्य कार्यकारण अभावस्वीकारे कार्यकारणभाव अभावः कुत्र अस्ति? कार्यकारणभावस्वीकारे कार्यकारणाभावस्वीकारे हा कार्यकारणभावस्य स्वीकारे पृथक् पृथक् दण्डः कारणं चेदपि कार्यकारणभावस्य ऐक्यं सम्पादयितुं शक्यते. दण्डत्वं पुरस्कृत्य कार्यकारणभावस्वीकारे पृथक् पृथक् दण्डः कारणं, तस्मात् कार्यकारणभावस्य ऐक्यमस्ति. किमर्थं चेत् तत्र दण्डत्वम् इति स्वीकृत्य कार्यकारणभावस्य विवरणं वा अथवा निरूपणं जातम् इति कृत्वा दण्डः कारणं चेदपि कार्यकारणभावस्य ऐक्यं सत्यं. घटत्व अवच्छिन्नं प्रति दण्डत्व अवच्छिन्नं कारणम्. अत्र प्रायः एकं पदं योजनीयं, घटत्वावच्छिन्नं कार्यं प्रति दण्डत्वावच्छिन्नकारणम्. अनेन एकविधकार्यकारणभावं वक्तुं शक्नुमः. कार्यकारणभावः एकविधः एव भवति दण्डत्वम् इत्यस्य स्वीकरणेन. कार्यकारणभावः तु दण्डत्वावच्छिन्नः भवति इति वक्तुं शक्यते, यद्यपि भिन्नभिन्नदण्डाः भवन्ति तथापि. एवमेव संयोगनाशं प्रति विभागः कारणम्, संयोगनाशं प्रति विभागः कारणम्. तर्हि संयोगनाशं प्रति भवती आदौ उक्तवती खलु, संयोगनाशं प्रति एकत्र हस्तपुस्तकविभागः कारणम्, अपरत्र कायपुस्तकविभागः कारणम्. तथा सत्यपि विभागत्वेन विभागः एव कारणम् इति तु अस्ति, विभागत्वेन अवच्छिन्नकार्यकारणभावः इति वक्तुं शक्यते. अवगतम्? अस्तु, इति लाघवस्य विचारः. तदर्थं लाघवमस्ति इति ते वदन्ति सिद्धान्तिनः. भगिनी, यथा भवत्या उक्तं, यद्यपि ए दण्डः, बि दण्डः, सि दण्डः इत्यादयः सन्ति, तथापि दण्डत्वम् इति सामान्यं तेषु इति वा? सत्यम्. आम् आम्, तर्हि दण्डत्वम् इति जातिः खलु? सत्यम्. अस्तु, सामान्यं जातिः इति इण्टर्चेञ्जबलि वक्तुं शक्नुमः इति मन्ये. समानानां धर्मः सामान्यं, समानेषु दण्डेषु दण्डत्वम् इति समानधर्मः अस्ति. तर्हि कर्तृत्वं यत् क्रियायाम् अस्ति तत् किं? न न, कर्तृत्वं कर्तरि अस्ति खलु, तथा एव उल्लिखितमासीत् किल. हा सत्यं, कार्यसामान्यं प्रति कर्ता कारणं नाम कर्तृत्वेन कार्यकारणभावः, तस्मिन् कर्तरि अस्ति कर्तृत्वं. तर्हि कर्तृत्वावच्छिन्नकारणता इति अस्ति. कृतिमान् कर्ता, यस्मिन् कृतिः अस्ति अथवा चेष्टा अस्ति इति उक्तं महोदयेन, सः कर्ता, तस्मिन् कर्तृत्वम्. अस्तु अस्तु भगिनि, अस्तु. सावित्री भगिनी अग्रे. आं भगिनि, प्रश्नः अस्तु, बुद्धं समीचीनं, किन्तु अत्र एका महती समस्या दृश्यते. कस्य आधारेण अस्माकं कः अधिकारः भवति वक्तुं यत् विभागः एकस्मिन् काले भवति संयोगनाशः न च अपरस्मिन् काले भवति? अपरस्मिन् काले कालभेदेन लाघवं नष्टम् इति संयोगनाशस्य अनेन एक एव कार्यकारणभावः इति भवतु नाम विभागः एकस्मिन् काले संयोगनाशः तस्मात् भिन्नकाले इति अनुभवविरुद्धः लोकव्यवहारविरुद्धश्च. इदानीं पूर्वपक्षी पुनः पृच्छति, तदेव मम समस्या अपि अत्र. अस्तु, इदानीं यत्किमपि उक्तं तत् समीचीनं, परन्तु एका समस्या दृश्यते अत्र. इतः पूर्वं कुत्रापि प्रमाणितं न अभवत् यस्य वयं वक्तुं शक्नुमः. प्रथमं विभागः भवति, तदनन्तरं संयोगनाशः भवति इति. तस्य प्रश्नः कथं वक्तुं शक्नुमः एकस्मिन् विभागः एकस्मिन् काले विभागः भवति तदनन्तरं संयोगनाशः भवति, एतत्तु अनुभवविरुद्धः इति लोकव्यवहारे अस्माकं तथा कुत्रापि न दृश्यते इति. लाघवं कृत्वा किञ्चित् कालभेदः इन्ट्रोड्यूस् भवति इति सः वदति, कालभेदेन लाघवं नष्टम् इति. कालभेदेन पुनः लाघवं नष्टं किल, अपि च प्रमाणं किं, यथा भवती पृष्टवती प्रमाणं किम् इति अपि पृच्छति. यतोहि लोकः तु तथा न पश्यति, एकस्मिन् समये एव उभावपि जायेतम्. उभावपि दृश्यते. उत्तरं तथा न चिन्तनीयं, कार्यस्य पूर्वस्मिन् क्षणे उपस्थितिं विना कथं वा कार्यम् उत्पद्येत? संयोगनाशं प्रति विभागः कारणत्वेन अङ्गीकृतः इत्युक्तौ अग्रिमक्षणे एव संयोगनाशः प्रतिपादयितुं शक्यः. क्षणानाम् अत्यन्तं लघुत्वात् अत्यन्तं सूक्ष्मत्वात् क्षणभेदः अङ्गीकर्तुं शक्यते. एवमेव उत्पन्नं द्रव्यं क्षणम् अगुणम् अक्रिया च तिष्ठति. उत्पत्तिक्षणे द्रव्ये कोऽपि गुणः कापि क्रिया वा न भवति. द्वितीये क्षणे एव द्रव्ये रूपं गन्धः स्पर्शः इत्यादयः गुणाः उत्पद्यन्ते. किमर्थं तादृशनियमः अङ्गीकृतः? पूर्वक्षणे कारणं नास्ति चेत् कथं वा रूपम् इत्यादयः गुणाः उत्पद्येरन्? घटः उत्पद्यते अग्रिमे क्षणे समवायी कारणीभूतघटः अस्ति इत्यतः तत्र रूपादिकम् उत्पद्यते. तादृशम् अङ्गीक्रियते चेत् अत्रापि क्षणात्मकविलम्बः अङ्गीकर्तुं शक्यः. अस्तु, यदा पूर्वपक्षी पृच्छति तत्र प्रमाणं नास्ति, क्षणभेदः कथं वा साधयितुं शक्नुमः, अनुभवविरुद्धः अपि दृश्यते इति, तदर्थं सिद्धान्ती वदति तथा न चिन्तनीयम्। अस्माकं तु नैयायिकाः खलु, कार्यस्य पूर्वस्मिन् क्षणे कारणं भवेदेव, नो चेत् कार्यं न सिद्ध्यति। संयोगनाशं प्रति विभागः कारणत्वेन अङ्गीकृतः इत्युक्तौ अग्रिमे क्षणे एव संयोगनाशः प्रतिपादयितुं शक्यः। इदानीं पर्यन्तं दृष्टवन्तः किमर्थं विभागः प्रथमं भवतु, संयोगनाशः अनन्तरं भवतु इति। तदर्थं कारणत्वेन विभागः स्वीकृतः एव संयोगनाशं प्रति, इत्युक्ते प्रथमं विभागः भवतु, तद् अनन्तरक्षणे एव संयोगनाशः प्रतिपादयितुं शक्नुमः। क्षणानाम् अत्यन्तं लाघवत्वात्, अत्यन्तं सूक्ष्मत्वात् क्षणभेदः अङ्गीकर्तुं शक्यते। अत्र क्षणः इत्युक्ते सेकेण्ड् इति न, किमपि किञ्चिदेव समयः इति भाति, कालस्य यः कोऽपि परिमाणं सेकेण्ड् वा परिमाण, बहु सूक्ष्मत्वात् तत्र क्षणभेदः अङ्गीकर्तुं शक्यते, यतोहि लोकदृष्ट्या उभौ अपि समानकाले भवति इति अनुभवः अस्ति, परन्तु क्षणः क्षणानां सूक्ष्मत्वात् तत्र क्षणभेदः स्थापयितुं शक्नुमः इति वदति। एतत् एवमेव उत्पन्नं द्रव्यं क्षणम् अगुणम् अक्रिया च तिष्ठति, तत्पूर्वमेव दृष्टवन्तः अस्माभिः, दृष्टम् अस्माभिः यत् प्रथमं द्रव्यम् अथवा यत् कोऽपि भवतु घटः वा पटः वा निर्गुणं तिष्ठति, अनन्तरमेव तस्मिन् गुणाः उत्पद्यन्ते इति। द्वितीयक्षणे एव द्रव्ये रूपं गन्धः स्पर्शः इत्यादयः गुणाः उत्पद्यन्ते। तत्र किमर्थं तादृशनियमः अङ्गीकृतः, पूर्वक्षणे कारणं नास्ति चेत् कथं वा रूपम् इत्यादयः गुणाः उत्पद्येरन्? अस्मिन् व्यवस्थायां कारणं प्रथमं भवेत्, तदनन्तरमेव कार्यं भवति, गुणाः तु कार्यं, तस्य अन्त अधिकरणमस्ति द्रव्यं, द्रव्यं प्रथमं निर्गुणं भवेत्, प्रथमं द्रव्यस्य उत्पादनं भवतु, तदनन्तरमेव तस्मिन् गुणाः उत्पद्यन्ते इति वदति। तादृश अङ्गीक्रियते चेत् अत्रापि क्षणात्मकविलम्बः अङ्गीकर्तुं शक्यः, तथैव अत्रापि क्षणात्मकं क्षण भेदः अथवा कालभेदः अङ्गीकर्तुं शक्यः इति वदति। समीचीनं, तथा एव अस्ति। अस्तु, तर्हि आहत्य विभागः एव कारणम् इति तु अङ्गीकृतं, केन कारणेन विभागस्य असमवायिकारणं स्यात् इति कृत्वा विभागः क्रियानन्तरम् आगच्छेत् इति एकम्, अपि च संयोगनाशं प्रति कार्यकारणभावस्य लाघवार्थं संयोगनाशः विभागानन्तरम् अपि च विभागेन सिद्ध्यति चेत् तत्र इतोपि उचितं भवति इत्यनेन च विभागः एव कारणम् इति तु अङ्गीकारः अस्ति। संयोगनाशं प्रति विभागः कारणम्, अपि च क्रियातः विभागः जायते इति अङ्गीकारः अस्ति, किन्तु तथापि समयस्य विषये न कुत्रापि उक्तं, यथा भगिनी अपि सूचितवती। तर्हि अधुना आहत्य अन्ततो गत्वा सः एव अंशः अत्र चर्चितः। अस्तु, अग्रे सन्ध्या भगिनि। नाङ्गीक्रियते चेत् कारणसहभावेन कार्यम् उत्पद्यते, इत्युक्ते प्रथमक्षणे यदा घटः उत्पद्यते तस्मिन्नेव क्षणे रूपादिकम् उत्पद्यते घटे, कारणानां सर्वेषां सहभावित्वात् अपि च समवायिकारणस्य कार्यसहभावेन कारणत्वस्वीकारात् घटोत्पत्तिक्षणे एव रूपादिकम् उत्पद्यते इति स्वीकर्तुं शक्यते. एवं च विभागोत्पत्तिक्षणे एव संयोगनाशः अङ्गीकर्तुं शक्यः. कारणं विभागः यस्मिन् क्षणे उत्पद्यते तस्मिन्नेव क्षणे संयोगनाशः इति कार्यमपि उत्पद्यते इति अङ्गीकर्तुं शक्यम्. कारणासहभावेन कार्योत्पत्तिः. अत्र किन्तु तदानीमपि द्वयोः कार्यकारणभावः इति वक्तव्यम्. अस्मिन्नेव लाघवं विभागसंयोगनाशयोः समानकारणजन्यत्वस्य अपेक्षया संयोगनाशस्य कारणं विभागः एव इत्यस्मिन् लाघवम् अवश्यम् अस्ति. तर्हि तत्र यदि क्षणात्मकविलम्बं यदि तत्र अङ्गीकरणीयम् इति पूर्वस्मिन् परिच्छेदे उक्तमस्ति, तत्र विभागसंयोगनाशयोः तत्र कार्यस्य अपि च कारणस्य अपि च कार्यस्य मध्ये क्षणात्मकविलम्बः. यदि न अङ्गीक्रियते तर्हि तथापि शक्यमेव तत्र कारणसहभावेन कार्यम् उत्पद्यते. इत्युक्ते यस्मिन् क्षणे कार्यं कारणम् अस्ति तस्मिन्नेव क्षणे कार्यम् उत्पादयितुं शक्यमस्ति. प्रथमक्षणे यदा घटः उत्पद्यते तस्मिन्नेव क्षणे रूपादिकं तत्र गुणाः अपि उत्पद्यन्ते. इत्युक्ते प्रथम पूर्वस्मिन् परिच्छेदे यथा लिखितमस्ति, क्षणं यावत् द्रव्यम् अगुणम् अक्रियं तिष्ठति तथा न स्वीकुर्मः तस्मिन्नेव क्षणे तत्र रूपं वा रूपादिकं गुणाः अपि आगच्छन्ति इति स्वीकर्तुं शक्नुमः. कारणानां सर्वेषां सहभावित्वात् अपि च समवायिकारणस्य कार्यसहभावेन कारणत्वस्वीकारात् घटोत्पत्तिक्षणे एव रूपादिकम् उत्पद्यते इति स्वीकर्तुं शक्यते. इत्युक्ते तत्र सर्वाणि कारणानि एकस्मिन् एव समये तत्र वर्तन्ते, अपि च समवायिकारणस्य कार्यसहभावेन कारणत्वस्वीकारात्. इत्युक्ते समवायिकारणं यद् अस्ति तदपि तत्र तस्मिन्नेव समये कार्यमपि तत्र अस्ति. इत्युक्ते घटोत्पत्तिक्षणे एव रूपादयः गुणाः अपि सम्भवन्ति इति स्वीकर्तुं शक्यते इति स्वीकर्तुं शक्नुमः. तत्र यथा पूर्वस्मिन् परिच्छेदे तत्र विलम्बः क्षणात्मकः विलम्बः आवश्यकः इत्यपि तथा नास्ति. अतः विभागः यस्मिन् क्षणे भवति तस्मिन्नेव क्षणे संयोगनाशः अपि भवति इति अङ्गीकर्तुं शक्नुमः. तद् पुनः तदेव अस्ति इत्युक्ते विभागः इति कारणम् अपि च संयोगनाशः इति कार्यम् एकस्मिन् क्षणे एव. तत्र कारण असहभावेन इति लिखितं समीचीनं भगिनि, तत् समीचीनं. यथा यदा सर्वम् एकसमये भवति चेत् कारण असहभावेन कार्योत्पत्तिः, तत्र कारणसहभावेन इति अवश्यं समकालिकत्वं समीचीनम्. अत्र किन्तु तदानीं यद्यपि एकस्मिन्नेव क्षणे द्वयोः उत्पत्तिः इति स्वीकुर्मः कारणस्यापि कार्यस्यापि, तथापि द्वयोः मध्ये तत्र कार्यकारणभावः इति स्वीकरणीयम् एव, तेन एव लाघवं भवति. नो चेत् यथा पूर्वमुक्तं तत्र भिन्नभिन्न कार्यकारणभावः वा कार्यकारणभावद्वयम् इति आवश्यकं भवति. अतः सर्वेषां विभागानां एकत्रीकरणं स्वीकृत्य विभागत्वम् इति तत्र कारणम् अस्ति. अनन्तरं सर्वेषां संयोगनाशानां पुनः एकत्रीकरणं कृत्वा तत्र विभागत्वम् इति वा विभागः संयोगनाशं प्रति कारणमिति एकत् स्वीकुर्मः अपि च द्वयोः मध्ये एकः एव कार्यकारणभावः स्वीकुर्मः चेदेव तत्र लाघवम् आगच्छति. तत्र यदि एकस्मिन् क्षणे एव जायते तत्र विभागः संयोगनाशः वा भिन्नभिन्नक्षणयोः जायते इति तत्र न मुख्यविषयः, परन्तु द्वयोः मध्ये कार्यकारणभावः अस्ति. विभागः कार्यं, संयोगनाशः विभागः कारणं, संयोगनाशः कार्यम् इति स्वीकुर्मश्चेदेव तत्र लाघवम् अस्ति इति वदन्ति. हा, समीचीनमस्ति. तर्हि कार्यकारणभावः विभागसंयोगनाशयोः इत्यस्य विषये दीर्घा चर्चा समाप्ता. इत्युक्ते एतद् यद् अन्तिमे परिच्छेदे अस्ति, एकस्मिन्नेव समये तत्र द्वयोः अपि भवनम् इति तत्र यदा पूर्वं दृष्टवन्तः मीमांसकानां विचारः इति अस्ति. सत्यं. तर्हि तथापि नैयायिकानां यथा अस्ति, क्षणं यावत् कारणं तत्र क्षणात्मकं तत्र विलम्बः अस्ति कार्यकारणयोः इत्यपि स्वीकर्तुं शक्यते, वा मीमांसकानां यः विचारः अस्ति एकस्मिन्नेव क्षणे कार्यकारणयोः भावः तदपि स्वीकर्तुं शक्यते. परन्तु तेन न लाघवं वा गौरवं वा, परन्तु केवलं तत्र कार्यकारणभावः तत्र कुत्र स्वीकृतः अस्ति, द्वयं स्वीकृतं वा किम् अस्ति, तेन एव तत्र लाघवम् आगच्छति विषयः. हा, समीचीनं भगिनि. इत्येव तेषाम् आशयः अस्ति. कोऽपि प्रश्नः वा अस्य विषये? भगिनी, अत्र यः अन्तिम वाक्यम् अस्ति, विभागसंयोगनाशयोः समानकारणजन्यो तस्य अपेक्षया संयोगनाशस्य कारणं विभागः एव इत्यस्मिन् लाघवम् अवश्यम् अस्ति. मम चिन्तनमस्ति तत् महत्वपूर्णतर्कः अस्ति तत्र, तत् विभागसंयोगनाशः समानकारणजन्यत्वं न अस्ति, परन्तु यद्यपि तत् बहु न्यूनः क्षणात्मक अनन्तरम् एव संयोगनाशः भवति, बहु लघु अस्ति, तत् अपि संयोगनाशस्य प्रति विभागः एव कारणं, तस्मिन् एव लाघवम् अस्ति. हा, समीचीनं महोदय. इत्येव तेषाम् आशयः, नाम प्रथमतया विभागसंयोगनाशयोः समानकारणजन्यत्वम् इति उक्तमासीत् पूर्वपक्षिभिः. तत्र समानकारणं किम् आसीत्? क्रिया एव विभागस्य अथवा संयोगनाशस्य कारणं. हा, तस्य अपेक्षया इदं यद् भवता उक्तं, विभागः एव कारणं संयोगनाशं प्रति, इत्यस्मिन् लाघवम् अवश्यम् अस्ति इति साधितं तैः नैयायिकैः. अस्तु, इति साधितं नास्ति भगिनि, इति स्थापितम्. तर्हि साधितम् इति उक्तवती यतोहि अपरया रीत्या चिन्तयितुमेव न शक्नुमः, अपररीत्या विपरीतरीत्या संयोगनाशः विभागस्य कारणम् इति रीत्या. तत् तत् समीचीनं, परन्तु तेषां व्यवस्था अस्ति खलु, ते किमपि वक्तुं शक्यते. अस्माभिः अङ्गीकारः एव भवतु, नो चेत् वदितुम् एव न शक्नुमः. अहं चिन्तयामि संयोगनाशः इति एव विभागः, कुत्रापि पञ्चमी विभक्तिः दृश्यते, यत्र पूर्वं संयोगः न आसीत् तत्र पञ्चमी न दृश्यते, यत्र पूर्वं संयोगः आसीत् तत्र. हा, इदानीं तर्हि यत्र संयोगः न आसीत् इति उदाहरणं किम्? काष्ठं स्वीकरोतु, तत्र विभागं कर्तुं शक्नुमः खलु. हा, सत्यम्, इति पूर्वमपि एकवारं चर्चितवन्तः, शिलाखण्डौ विभक्तौ इति प्रतीतिः यद्यपि भवति, तत्र नूतनपदार्थः एव सृष्टः अभवत् शिलाखण्डस्य विभजनेन. महोदय उक्तवान् तादृशी पदार्थः भिन्नपदार्थः अस्ति. भवती यद् वक्तुम् इच्छति तत्र संयोगः एव नासीत् तत्र विभागः इति युक्तः, यत्र संयोगस्य नाशः जातः सः एव विभागः संयोगनाशत्वेन अत्र प्रतीयते इति. किल. आम् आम् सत्यम् साधारणेव महोदय उक्तवान् यथा वृक्षात् फलः विभक्तः तथा तत्र विभागः अस्ति. परन्तु यद्यपि वृक्षस्य नाशः न जातः, यत् कुत्रापि विभागः भवतु तत्र नाशः न जातः यतः इति अपि एकः विचारः आसीत् वर्गे. अस्तु, अस्य विषये वक्तव्यमस्ति राजेन्द्रमहोदयेन यदुक्तं तस्य विषये. तर्हि एकं चिन्तनम् अभवत् अस्माकं वर्गे, इत्युक्ते कस्यचित् प्रश्नः आसीत् वृक्षः, क्षम्यतां, फलं वृक्षात् पतति इत्यस्मिन् सन्दर्भे तत्र पतति इत्युक्ते विभागः जातः खलु, पतति फल वृक्षफलौ विभक्तौ इति जाता. तर्हि तस्य विभागस्य कारणत्वेन कापि क्रिया स्यात् विभागात् पूर्वं. तर्हि का क्रिया स्यात् इत्यस्य विषये किञ्चित् चर्चा जाता, तत्र रत्ना भगिनी किञ्चित् उक्तवती च. तत्र विचारद्वयम् आसीत्. अस्तु, एकः विचारः आसीत् यत् गुरुत्वम् इति गुणः भवति खलु, प्रत्येकस्मिन् पदार्थे गुरुत्वम् इति गुणः भवति. तर्हि फलस्य गुरुत्वं दिने दिने वर्धते, इत्युक्ते अद्य यः यद् गुरुत्वम् अस्ति तद् गुरुत्वं श्वः किञ्चित् अधिकं भवति. तस्य वर्धनक्रिया एव विभागस्य कारणम् इति एकः विचारः आसीत्. अपरः विचारः आसीत् फलस्य वार्धक्यं. वार्धक्यक्रिया, वार्धक्यवर्धनक्रिया इत्यनेन फलस्य यः भागः संयुक्तः भवति वृक्षेण सह, तस्य शिथिलता अभवत् तदर्थं फलं पतति इति. तर्हि आहत्य काचित् क्रिया भवेदेव, वार्धक्यक्रिया भवतु अथवा गुरुत्ववर्धनक्रिया भवतु, तेन फलस्य विभागः जातः, तदा फलवृक्षयोः संयोगनाशः जातः इति आसीत्. अपि च तस्मिन् सन्दर्भे एकः प्रश्नः अपि आगतः इति मन्ये. तत्र अस्तु, फलम् इति वृक्षस्य अवयवः नास्ति वा, तयोः मध्ये समवायसम्बन्धः भवेत् वा इति. तर्हि किं चिन्तनं तत्र? मम चिन्तनमस्ति तत्र संयोगः नास्ति, समवायः एव इति वा? तदपि न वक्तुं शक्नुमः, प्रायः समवायः किञ्चित् संयोगस्य अपेक्षया समवायः एव उचितम् इति अहं चिन्तयामि. परन्तु समवायः वा अपरेषां किमपि चिन्तनं तत्र? तत्र तर्हि कथं विभागः वा संयोगनाशः जायते इति प्रश्नः वा? हा, तर्हि केषाञ्चन जनानां वर्गे प्रश्नः आसीत् यत् फलम् इति अवयवः नास्ति वा, अवयवी वृक्षः अस्ति चेत् तयोः समवायः स्यात्, कथं वा संयोगं साधयित्वा तदनन्तरं विभागः इति वक्तुं शक्यते इति चर्चा जायमाना आसीत् वर्गे. लक्ष्मी भगिनी किं वदन्ती आसीत् भवती? फलम् इति अवयवः स्वीकुर्मः चेत् तयोः मध्ये समवायसम्बन्धः एव अस्ति. अत्र विभागः पुनः क्रियया भवति, विभागात् अनन्तरं संयोगनाशः इति न वक्तुं शक्नुमः इति प्रश्नः किल, किमर्थं चेत् पूर्वं संयोग समवायसम्बन्धः आसीत् इति कृत्वा. इति प्रश्नः आसीत्, भिन्नानि उत्तराणि आगतानि च. किन्तु एकं तु आसीत् तत्र, अस्तु, यया दृष्ट्या पश्यामः तया दृष्ट्या सम्बन्धः इति एकः विचारः आगतः. इत्युक्ते हा, फलम् इति अवयवः इति स्वीकुर्मः चेत् समवायः, तदा तु फलवृक्षौ विभक्तौ इति प्रतीतिः एव न जायते. परन्तु लोके तु तादृशी प्रतीतिः अस्ति एव खलु, वृक्षः फला किं वदामि अहं फलं वृक्षात् पतति इति तु प्रतीतिः अस्ति इति कृत्वा तयोः संयोगः नष्टः इति वक्तव्यं भवति. संयोगनाशस्य कारणं तु विभागः इति भवति एव इति. तर्हि आहत्य एतादृशानि चिन्तनानि अभवन्. ममापि एकं चिन्तनम् आसीत्. अहं तु चिन्तयामि यद् फलम् इति यदस्ति फलं तु प्रायः अवयवः इति मन्तुं न शक्यते इति चिन्तयामि. प्रायः नैयायिकानां मतानुगुणम् अवयवस्य कापि विशिष्टा परिभाषा स्यात्. यतोहि अवयवस्य नाशनेन वस्तु स्वयं नश्यति इति तेषां तर्कः खलु. इदानीं घटः तस्मिन् कपालः कपालः नष्टः चेत् घटः एव नातिष्ठति. तादृशसम्बन्धः अस्ति समवायः. किन्तु तर्हि फलस्य नष्टे जाते सत्यपि वृक्षः तु तिष्ठति. तथा एव शरीरस्य विषये अपि हस्तः गतः इति चेत् नूतनशरीरः इति उच्यते तैः. परन्तु इदानीं न जानामि कथं वक्तव्यं. किञ्चित् कोऽपि हेर् कट् करोति चेत् नूतनशरीर इति वक्तुं शक्यते वा इति. तथैव अस्तु अस्तु राजेन्द्रमहोदय किम् अहं चिन्तयामि केशाः तु यादृशी फलः अस्ति तादृशी केशस्य सम्बन्धः अस्ति शरीर. हा हा इति मम चिन्तनम् आसीत्. अहम् अनन्तरं प्रेषितवती. तर्हि फलम् इति प्रायः किं फलस्य नाशनेन वृक्षत्वं न नश्यति खलु. वृक्षः तु तिष्ठति किन्तु वृक्षस्य शाखाः सर्वाः अपगच्छन्ति चेत् तर्हि वृक्षः वृक्षत्वेन न भवति. एकं किं काष्ठः भवति वृक्षः तावदेव. तर्हि कश्चन भेदः अस्ति इति भाति. शाखा अवयवः इति वक्तुं शक्यते किन्तु फलस्य विषये तथा वक्तुं शक्यते न वा इति मम चिन्तनमासीत्. तथैव प्रायशः पर्णमपि अवयवः न भवन्ति. किं पर्णं यथा हा हा हा तथा चिन्तयामश्चेत् पत्रं वा पर्णम् इति. का वदति लक्ष्मी भगिनी? अस्तु वदतु. एकस्याः चर्चायाः आधारः अस्ति शास्त्ररीत्या अनन्तरं लौकिकरीत्या. लौकिकरीत्या तु सर्वत्र नूतनशरीरः इति न वक्तुं शक्नुमः. किन्तु शास्त्ररीत्या यदि हैपोथिसिस् अस्ति चेत् विभागात् अनन्तरं संयोगनाशः भवति. विभागः एव संयोगनाशस्य कारणम् इति शास्त्ररीत्या वदामः चेत् तत् शास्त्रं तत् हैपोथिसिस् सर्वत्र समीचीनं वा इति शास्त्ररीत्या एव शास्त्ररीत्या द्रष्टव्यं भवति. शास्त्ररीत्या अस्ति एकं फलं वृक्षात् पतति चेत् नूतनवृक्षं ते वदन्ति न्यायिकाः. तर्हि तथा वक्तुं फलम् इति अवयवः वृक्षस्य इति मन्तव्यं भवति खलु. हा तथा मन्यते चेत् उभयोः मध्ये समवायः भवति न तु संयोगः. तर्हि पुनः वृक्षात् पतति इति फलं वृक्षात् पतति इति कथं साधयिष्यन्ते इति. तदर्थमेव प्रायः फलम् अवयवः इत्यस्य डेफिनेशन् किमपि स्यात् इति चिन्तयामि अहं न्यायशास्त्रे. अग्रे गत्वा आगच्छति वा न जाने. भगिनि तद्वत् गर्भवती महिला यदि बालं जनयति तथैव भवति न संयोगनाशः भवति वा समवायनाशः भवति. सत्यं भगिनी. तर्हि यः शिशुः अस्ति गर्भे सः शिशुः अवयवः इति मन्यते वा अथवा सः अपि स्वतन्त्रतया कश्चन पदार्थः द्रव्यम् इति एव वा इति यदा गर्भे अस्ति तदा स्वतन्त्रता नास्ति गर्भस्य उपरि निर्भरम् अस्ति यथा फलं तु वृक्षस्य वृक्षमवलम्ब्य तिष्ठति तदा एव शिशुः अपि परन्तु शिशोः जन्मानन्तरं मातुः शरीरमेव तत्र शरीरत्वं न नष्टं यथा वृक्षत्वं न नष्टम् इति एकं चिन्तनमासीत् मम चिन्तनं तथा एव आसीत् भगिनि किन्तु अत्र वयं इतोपि सूक्ष्मरीत्या तत्र हैपोथेसिस् दातव्यं भवति इत्युक्ते तत्र भिन्नद्रव्येषु मध्ये एव संयोगनाशः संयोगः विभागः संयोगनाशः इति वक्तुं संयोगनाशस्य कारणं विभागः भिन्नद्रव्येषु मध्ये एव विभागः संयोगः जायते इति तत् तत्र कोरोलरी नाट् कोरोलरी किन्तु इति तु सत्यमेव लक्ष्मी भगिनी यदा संयोगपृथक्त्वस्य विषये पठितवन्तः तत्र तु वयं दृष्टवन्तः खलु सत्यं पृथगाश्रयाश्रितयोः युतसिद्धयोः मध्ये एव संयोगः तथा प्रायः स्यात् इति चिन्तयामि फलवृक्षयोः मध्ये अपि यद्यपि फलं वृक्षस्य भागः इति भासते तथापि अपरेषां किमपि चिन्तनं सन्ध्या भगिनी न भगिनि तत्र यथा भवती उक्तवती तथैव ममापि विचारः तत्र अवयवः इति स्वीकर्तुं न शक्नुमः तथैव अस्ति गर्भस्य विषये अपि अनन्तरं फलस्य विषये अपि प्रायः यद्यपि वृक्षे अस्ति तथापि भिन्नद्रव्यम् इत्येव स्यात् अतः एव स्वतन्त्रतया अपि वृक्षात् पृथक् भूत्वा स्थातुं शक्नोति इति हा प्रायः इति अस्ति तर्हि तत्र तु स्पष्टता न जाता वर्गे अपि वर्गे तु दृष्टि अनुसृत्य समवायः अथवा संयोगः इति एकः विचारः अपि आसीत् अयं तु अपरः विचारः अपि च अन्यविचारः अस्ति तत्र वृक्षः पर्णाः फलानि पुष्पाणि इति अनेकेषु अनेकाः अवयवाः जनयति किन्तु घटोत्पत्तिस्थाने तथा नास्ति अवयवः अपि अवयवस्य जन्यं प्रथमतया भवति अनन्तरं अवयवात् घटस्य स्वरूपं भवति कस्य विषये भगिनी घटस्य विषये वृक्षस्य विषये भिन्नरूपेण अवयवाः भवन्ति अपि च अवयवानां नष्टः अपि तदपि सत्यं यतोहि फलं तु वृक्षेण सृष्टम् अस्ति परन्तु घटस्य विषये तथा नास्ति कपालेन घटः सृष्टः भवति इति खलु भगिनि भगिनी एका वार्ता भिन्ना अस्ति वयं पठितवन्तः संयोगनाश अस्ति अभावपदार्थ तस्य अभावपदार्थ कदापि भावपदार्थ न जनयति अस्तु एकनिमिष कदापि इति न तत्र उदाहरणानि वयं दृष्टवन्तः वायोः अभावः भवति चेदेव वृष्टिः पतति तर्हि वायुः निमित्तकारणम् इति दृष्टवन्तः वायोः अभावः अपि च रूपनाशः भवति नूतनरूपस्य उत्पादनात् पूर्वं खलु तत्रापि कुत्रचित् निमित्तकारणं भवति मम विचार बीजं नश्यति तस्य अनन्तरं सस्यम् उत्पद्यते सस्यं नश्यति तत् वृक्ष उत्पद्यते अस्तु सो एकस्य नश्यस्य अन्यस्य जन्म भवति प्रकृति हरि ओम् सन्ध्या भगिनी श्रूयते वा? सन्ध्या भगिनी हलो हरि ओम्। हा सरला भगिनी अहं श्रोतुं शक्नोमि। हा वदतु सरला भगिनी। सो प्रकृति वयं दृष्टामः एकस्य नश्यस्य अन्यस्य जन्म भवति। अस्तु बीजस्य नश्यति अत्र अत्र न्यायशास्त्रं न अन्वेति जन्मस्य विषये जन्मनः विषये इति वा? तर्हि चिन्तनीयं भवति। आम् सरला भगिन्या यदुक्तं तदपि सत्यं। बीजं नश्यति अपि च सस्यं जायते सस्यात् वृक्षः इति अपि सत्यं। पूर्वमपि वयं दृष्टवन्तः घटे तेजसंयोगेन पुरातनघटः नश्यति नूतनघटः उत्पद्यते। खलु तर्हि तादृशतर्कः अपि युक्तः अस्ति। अस्तु अन्ततो गत्वा इतोपि एकः अंशः वक्तव्यः अस्ति। रत्ना भगिन्या यत् चिन्तनं कारितं फलवृक्षयोः विभागस्य कारणम् इत्यादिकं, न्यायशास्त्ररीत्या ते एवं भवति, वृक्षफलयोः विभागः केन जायते चेत् कम्पनक्रियया इति। प्रथमं वायुसंयोगः भवति, इत्युक्ते यदा वायुः भवति तदा वृक्षे कम्पनक्रिया भवति, कम्पनक्रियया फलवृक्षयोः विभागः, तेन विभागेन आद्यपतनक्रिया इति सम्भवति, पुनः नूतनक्रिया, तदा तयोः संयोगनाशः न क्षम्यतां फलवृक्षयोः विभागः संयोगनाशः आद्यपतनक्रिया आद्यपतनक्रिया किं भगिनि? गतपतन तस्य अनन्तरं कस्य अनन्तरम् आद्यपतन पतति। विभागः फल वृक्षफलयोः विभागः भूत्वा संयोगनाशः यदा भवति तदा आद्यपतनक्रिया, आद्यपतनक्रियया फले वेगः इति जायते, वेगः पुनः द्वितीयादिपतनक्रियायाः कारणम् इति तेषां क्रमः अस्ति। इत्युक्ते फलवृक्षयोः विभागं प्रति प्रथमतया कापि क्रिया भवतु एव, तर्हि अत्र तु वायुना कम्पनक्रिया जायते इति ते वदन्ति। तादृशवायुः नास्ति चेदपि अपरया क्रियायापि जायते यथा कोऽपि शिलाखण्डं क्षिपति चेत् वृक्षस्य उपरि क्षेपणक्रिया इति भवति, तदा वृक्षफलयोः विभागः संयोगनाशः पुनः आद्यपतनक्रिया वेगः द्वितीयादिपतनक्रिया इत्यादिकम्। अपि च अत्र तैः उच्यते यत् यः आद्यपतनक्रिया अस्ति तस्य निमित्तकारणमस्ति विभागः, अपि च आद्यपतनक्रिया फले अस्ति इति कृत्वा फलं समवायिकारणं, फले गुरुत्वम् इति यः गुणः अस्ति सः असमवायिकारणम् इति ते वदन्ति नैयायिकाः। तेषां मतानुगुणम् एवं भवति इति अस्ति। अस्मिन् प्रसङ्गे गुरुत्वं विभागस्य कारणं भवति न विभागस्य तु कम्पनक्रियाकारणम्। एकं चिन्तनं तु आसीत् गुरुत्ववर्धनं, गुरुत्वम् इति एव न किन्तु गुरुत्ववर्धनम् इति क्रिया अपि कारणं भवितुमर्हति इति एकं चिन्तनम् आसीत्। या कापि क्रिया पूर्वं स्यात् विभागात् पूर्वं तेन एतत् सर्वं सम्भवति इति ते वदन्ति। अत्र अन्यत् किमपि चिन्तनमस्ति वा? भूम्याकर्षणमपि अस्ति खलु? हा सत्यं भगिनि, गुरुत्वं भूम्याकर्षणम् इति वक्तुं शक्यते, सत्यं। तदपि एकं कारणम्, अन्यतमं कारणमस्ति। क्रिया अस्ति वा भूम्याकर्षणक्रिया? सत्यं, सा क्रिया, हा सा क्रिया प्रायः विभागस्य कारणं भवितुमर्हति, कम्पनक्रिया यथा आसीत् तथा गुरुत्वम् इति। अस्तु अन्यत् किमपि चिन्तनं वा प्रश्नः नास्ति चेत् अत्र विरमामः. शुभरात्रिः. धन्यवादः. धन्यवादः.